पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 61 द्विजावूजुः तुलसीपुष्पमाहात्म्यं श्रुतं त्वत्तो हरे शुभं तस्या स्तोत्रं कृतं पुण्यं श्रोतुमिच्छामहे वयं व्यास उवाच पुरा स्कन्दपुराणे च यन्मया कीर्तितं द्विजाः कथयामि पुराणं च पुरदो मोक्षहेतवे सदानन्दमुने शिष्याः सर्वे ते संशितव्रताः प्रणिपत्य गुरुं विप्राः पप्रच्युपुण्यदोहितं पूर्वं ब्रह्ममुखान्नाथ चश्रुतं तुलसीस्तवं तद्वयं श्रोतुमिच्छामस्तोत्तो ब्रह्मविदाम्बर सदानन्द उवाच नामोच्चारे कृते तस्या प्रीणात्यसुरदर्पः पापानि विलयं यान्ति पुण्यं भवति चाक्षयं सा कथा तुलसी लोकैः पूज्यते वन्द्यते न हि दर्शनादेव यस्यास्तु दानं कोडिगवां भवेद् धन्यास्ते मानवालोके यद्गृहे विद्यते कलौ सालग्रामशिलार्थं तु तुलसी प्रत्यहं क्षितौ तुलसीं ये विचिन्वन्ति धन्यास्ते करपल्लवाः केशवार्थं कलौ ये च रोपयन्तीह भूतले किं करिष्यति संवृष्टो यमोऽपि सह किङ्करैः तुलसीदलेन देवेश पूजितो येन दुःखः तीर्थयात्रादिगमनैः फलैः सिद्ध्यति किन्नरः स्नाने दाने तथा ध्याने प्राशने केशवार्चने तुलसी दहदे पापं कीर्तने रोपणे कलौ तुलस्यमृतजन्मासि सदा त्वं केशवप्रिये केशवार्थं चिनोमि त्वां वरदा भवशोभने त्वदङ्गसम्भवैर्नित्यं पूजयामि यथा हरिं तथा कुरु पवित्राङ्गि कलौ मलविनाशिनि मन्त्रेणानेन यः कुर्याद्विचित्य तुलसीदलं पूजनं वासुदेवस्य लक्षकोटिगुणं भवेद् प्रभावं तव देवेशि गायन्ति सुरसत्तमाः मुनयः सिद्धगन्धर्वाः पादाले नागराट् स्वयं नदे प्रभावं जानन्ति देवधा केशवादृदे गुणानां परिमाणं तु कल्पकोटिशतैरपि कृष्णानन्दात् समुद्भूता क्षीरोदमदनोद्यमे उत्तमाङ्गे पुरा येन तुलसी विष्णुना धृदा प्राप्यैतानि त्वया देवि विष्णोरङ्गानि सर्वशः पवित्रता त्वया प्राप्ता तुलसीं त्वां नमाम्यहम् त्वदङ्गसम्भवैः पत्रैः पूजयामि यथा हरिं तथा कुरुष्व मे विघ्नं यदो यामि पराङ्गदिं रोपिता गोमतीतीरे स्वयं कृष्णेन पालिता जगद्धिताय तुलसी गोपीनां हितहेतवे वृन्दावने विचरता सेविता विष्णुना स्वयं गोकुलस्य विवृद्ध्यर्थं कंसस्य निधनाय च वसिष्ठवचनात् पूर्वं रामेण सरयूतटे राक्षसानां वधार्थाय रोपिता त्वं जगत्प्रिये रोपिता तपसो वृद्ध्यै तुलसीं त्वां नमाम्यहम् वियोगे वासुदेवस्य ध्यात्वा त्वां जनकात्मजाम् अशोकवनमध्ये तु प्रियेण सह सङ्गदा शङ्करार्थं पुरा देवि पार्वत्या त्वं हिमालये रोपिता तापसो वृद्ध्यै तुलसीं त्वां नमाम्यहम् सर्वाभिर्देवपत्नीभिः किन्नरैश्चापि नन्दने दुःस्वप्ननाशनार्थाय सेविता त्वं नमोऽस्तु दे धर्मारण्ये गयायां च सेविता पितृभिः स्वयं सेविता तुलसी पुण्या आत्मनो हितमिच्छता रोपिता रामचन्द्रेण सेविता लक्ष्मणेन च पालिता सीतया भक्त्या तुलसी दण्डके वने त्रैलोक्यव्यापिनी गन्धा यथा शास्त्रेषु गीयते तथैव तुलसी देवी दृश्यते सचराचरे ऋष्यमुके च वसदा कपिराजेन सेविता तुलसी वालिनाशाय तारासङ्गमहेतवे प्रणम्य तुलसी देवीं सागरोत्क्रमणं कृतं कृतकार्यप्रहृष्टश्च हनुमान् पुनरागतः तुलसीग्रहणं कृत्वा विमुक्तो यादिपादकैः अथवा मुनिशार्दूलब्रह्महत्यां व्यपोहति तुलसीपत्रगलितं यस्तोऽयं शिरसा वहेद गङ्गास्नानमवाप्नोति दशधेनुफलप्रदं प्रसीददेवि देवेशि प्रसीदहरिवल्लभे क्षीरोदमथनोद्भुते तुलसी त्वां नमाम्यहम् द्वादश्यां जागरे रात्रौ यः पठेत् तुलसीस्तवं द्वात्रिंशदपराधांश्च क्षमदे तस्य केशवः यत्पापं यौवने बाल्ये कौमारे वार्धके कृतं तत्सर्वं विलयं यादि तुलसीस्तव पाठतः प्रीतिमायादिदेवेश तुष्टो लक्ष्मीं प्रयच्छति उरुदे शत्रुनाशं च सुखं विद्यां प्रयच्छति तुलसी नाममात्रेण देवा यच्छन्ति वाञ्छितं गर्ह्याणमपि देवेशो मुक्तिं यच्छति देहिनां तुलसीस्तव सन्तुष्टा सुखं वृद्धिं ददाति च उद्गतं हेलया विद्धि पापं यमपदे स्थितम् यस्मिन् गृहे च लिखितो विद्यते तुलसीस्तवः नाशुभं विद्यते तस्य शुभमाप्नोति निश्चितम् सर्वं च मङ्गलं तस्य नास्ति किञ्चिदमङ्गलं सुभिक्षं सर्वदा तस्य धनं धान्यं च पुष्कलम् निश्चला केशवे भक्तिर्न वियोगश्च वैष्णवैः जीवति व्याधिनिर्मुक्तो नाधर्मे जायते मतिः द्वादश्यां जागरे रात्रौ यः पठे तुलसीस्तवं तीर्थकोटिसहस्रैस्तु यद्बलं लक्षकोटिभिः तद्बलं समवाप्नोति पठित्वा तुलसीस्तवम् इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे तुलसीस्तवमाहात्म्यं नामैकषष्टितमोऽध्यायः ॐ